पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायम् 87 सूत उवाच इति तस्य वच श्रुत्वा नारदस्य स भूपतिः प्रणम्य विस्मितः प्राह चिन्तयन्मनसा हरिम् अम्बरीष उवाच कथमेतद्विमुह्यामस्वल्पायासेन वैमुने प्राप्यते स्नानमात्रेण फलं चैवादिदुर्लभम् नारद उवाच सत्यमुक्तं त्वया राजन्नल्पायासेन यन्महद फलं सम्प्राप्यते तत्र श्रद्धत्स्व विधिभाषितं धर्मस्य गदय सूक्ष्मा दुर्ज्ञेया हीश्वरैरपि मुह्यन्ते चात्र विद्वांसो चिन्त्यशक्ति हरे कृतौ विश्वामित्रादयो राजन् धर्माधिक्येन बाहुजाः ब्राह्मण्यं समुपायादा सूक्ष्मा धर्मगतिस्त्वतः अजामिलोऽपि भूपाल दासी पदिरिति श्रुतः धर्मपत्नी परित्यागी नित्यं पापपदिस्थितः म्रियमाणः सुदस्नेहात् प्रोच्य नारायणेति च तद्ध्याननाम ग्रहणात् पदं लेभे सुदुर्लभम् अनिच्छयापि दहदि स्पृष्टो हुदवहो यथा तथा दहदि गोविन्द नाम व्याजादपीरितम् कानीनस्य मुनेः पौत्रा भ्रातृजायाभिगामिनः गोलकस्य च वै पण्ढोः पुत्रा कुण्ठा स्वयं तथा ते पञ्चापि च भूपालपाण्डवा द्रौपदीरताः तेषां च पुण्यश्लोकत्वं सूक्ष्मा धर्मगतिस्तदः विचित्राणि च कर्माणि विचित्रा भूतभावनाः विचित्राणि च भूता निविचित्रा कर्मशक्तयः कदाचित् सुकृतं कर्मकूटस्थं यदवस्थितं केनचित् कर्मणा भूव शुभेन परिवर्धते फलं ददाति सुमह कस्मिन्नपि च जन्मनि सूक्ष्मो धर्मोऽधिगहनो मीयतेन यथा तथा नैतस्य फलदानस्य श्रूयते भूपनिश्चयः यत्किञ्चित् सुकृतं कर्मच्छन्नं पापान्तरैरपि तदागत्य कुतः क्वापि स्वं फलं च प्रयच्छति कृतस्य नेहनाशोऽस्ति पुण्यस्य दुरितस्य च तथापि बहुभिः पुण्यैर्दुरितं यादि दारुणं यदुक्तं भवदा राजन्नायासाधिक्यतो भवेद् महत्पुण्यं च तत्रापि कारणं मे निशामय स्वल्पायासमहायासौ यद्यल्पत्व महत्त्वयोः महापुण्यास्तदस्ते स्युः संतदं कर्षकादयः मन्त्रोच्चारं च सिंहादेरायासं बहुलं त्वदः पञ्चगव्यं प्रशस्तं हि व्रताङ्गत्वेन नो भवेद् इति कर्तव्यबाहुल्यं महत्त्वं च तदल्पदा जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतान्तराद इदमल्पं महच्चैददिति नैव नियामकम् फलं यच्चोदिदं शास्त्रे तदेव स्यान्महन्नृप यथाल्पनाशो महदा महन्नाशस्तथाल्पदः किं त्वल्पविस्फुलिङ्गेन तृणराशिप्रदह्यते हत्यायुधं पापसहस्रमुग्रं दुर्वङ्गनाकोडिनिषेवणं च स्थेयादिपापानि च कृष्णभक्तैरज्ञानजातानि लयं क्रियन्ते विष्णुभक्तिमदावीर यत्किञ्चित् क्रियतेऽल्पकं सुकृतं साधुविदुषा तदक्षयफलं लभेद संदेहो नात्र कर्तव्यो माधवे मासि माधवं समाराध्य नरो भक्त्या तद्दद्वाञ्छिदमाप्नुयाद अपत्यं द्रविणं रत्नं दाराहर्म्यं हयागजाः सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तिदः एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः पापस्य महतोऽपि स्याक्षयो वृद्धिः सुकर्मणः फलाधिक्यं भवेद्भूवत्वाधिक्याद्भावकर्मणोः सूक्ष्मधर्मस्य विज्ञेया गतिस्तु विविधैरपि प्रियो माधव मासोऽयं माधवस्य महात्मनः एकोऽप्यनुष्ठितो लोकै समग्रेप्सिददायकः पुण्येन गाङ्गेन जलेन काले देशेऽपि यस्नान परोऽपि भूप आ जन्मदो भावहतोऽपि दादा न शुद्धि मेदीदि मदं ममैतद गङ्गादितीर्थेषु वसन्ति जीवा देवालये पक्षिगणाश्च नित्यं विनाश मायान्ति कृतोपवासा भावोच्छिदा नैव गतिं लभन्ते भावं तदो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्र्या यजेत यस्नान परो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुं प्रज्वाल्यवह्निं कृततैलशिख्रं प्रदक्षिणावर्त शिखं स्वकाले प्रविश्य दग्ध किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यद श्रद्धस्वभूप तस्मात्त्वं माधवस्य फलं प्रति स्वल्पं चापि शुभं कर्म विकर्मशदनाशनम् यथा हरेर्नाम भयेन भूप नश्यन्ति सर्वे दुरितस्य वृन्दाः नूनं द्रवौ मेषगदे विभादे स्नानेन तीर्थे च हरिस्तवेन तेजसा वैनतेजस्य पाप्मानः पन्नगा इव विद्रवन्ति च वैशाखस्नाने नोषसि निश्चितं गङ्गायां नर्मदायां वा स्नात्वा मेषगदेरवौ पापप्रशमनस्तोत्रं यः पठेत् भक्तिभावतः एककालं द्विकालं वा त्रिसन्ध्यमपि भूपते सयादिपरमं स्थानं सर्वपापविवर्जितः अम्बरीषमहत्पुण्यप्राप्तये कुरु वीक्षणं माधवे मासि वैष्णानं प्रादर्नियमसंस्थितः यदा नर्तपुरे प्रोक्तं वसदां वर्षकोटिभिः तत्प्रादर्माधवे मासि स्नानेनैकेन लभ्यते इहार्थे यत्पुरावृत्तं तदा कर्णयभूपते भार्यया सह संवादं देव शर्मद्विजन्मनः रेवातीरे सुपुण्ये च तीर्थे चामरकण्टके कौशिकस्य सुतो जातो देवशर्माद्विजोत्तमः धनपुत्रविहीनस्तु बहु दुःखसमन्वितः दारिद्र्येण सुदुःखेन सर्वदैव प्रपीडितः पुत्रोपायं धनस्यापि दिवरात्रौ प्रचिन्तयेद एकतादुप्रिया तस्य सुमना नाम सुव्रता भर्तारं चिन्तयोपेदमधो मुखमलक्षयद समालोक्य तदाकान्तं तमुवाच यशस्विनी दुःखजालैरसङ्ख्यैस्तु तव चित्तं प्रकीर्षितं व्यामोहेन प्रमूढोऽसि त्यज चिन्तां महामते मम दुःखं समाचक्ष्वस्वस्थो भव सुखं व्रज नास्ति चिन्ता समं दुःखं कायशोषणमेव हि तां संत्यज्य प्रवर्तेद ससुखेन प्रमोददे चिन्ताया कारणं विप्र कथयस्व मम प्रभो नारद उवाच प्रियावाक्यं स संश्रुत्य देवशर्मा महामतिः उवाच वचनं प्रीतो दुःखितोऽपि सदीसखः देवशर्मोवाच यत्त्वया चिन्तितं भद्रे किञ्चिद्दुःखस्य कारणं तत्सर्वं दुःप्रवक्ष्यामि श्रुत्वा चैवावधार्यताम् न जाने केन पापेन धनहीनोऽस्मि सुव्रते तथा पुत्रविहीनोऽस्मि एतद्दुःखस्य कारणं सुमनोवाच श्रूयतामभिधास्यामि सर्वसन्देहनाशनं स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनं सन्तोष एव परमं पुण्यं सौख्यादिकारणम् असन्तोषपरं पापमित्याह भगवान् हरिः लोभपापस्य बीजोऽयं मोहो मूलं च तस्य वै असत्यं तस्य हि स्कन्धो महाशाखा सुविस्तराद मदकौडिल्यपत्राणि कुबुद्ध्या पुष्पितः सदा अनृदं तस्य सौगन्ध्यमज्ञानं फलमेव च कुड्यं पाषण्डचौराश्च क्रूरा कूडाश्च पापिनः पक्षिणो मोहवृक्षस्य महाशाखाः समाश्रिताः अज्ञानं सुफलं तस्य रसो धर्मं फलस्य हि भावोदकेन संवृद्धिस्तस्य श्रद्धा क्रतुप्रिया अधर्मेषु रसस्तस्य उत्क्लेदैर्मधुरायदे तादृशैश्च फलैश्चैव सफलो लोभपादपः तस्य छायां समाश्रित्य यो नरः परिवर्तते फलानि तस्य थोष्णादिस्वपक्वानि दिने दिने फलानां च रसेनापि अधर्मेण तु पोषितः ससम्पुष्टो भवेन्मर्त्यः पतनाय प्रयच्छति तस्माच्चिन्तां परिश्रित्य स्वामिलोभं न कारयेत् धनपुत्रकलत्राणां चिन्तामेदां न कारयेद यो हि विद्वान्न चेत्कान्तमूर्खाणां पथमेव हि मृषा चिन्तयदे नित्यं दिवारात्रौ विमोहितः शुभार्थं च प्रविन्दामि कथं पुत्रानहं लभे एवं चिन्तयते नित्यं दिवारात्रौ विमोहितः क्षणमेकं प्रपश्येत् स चिन्तामध्ये महत्सुखं पुनश्चैतन्यमायादि महादुःखेन पीड्यते चिन्तामोहौ परित्यज्य अनुवर्तस्व तं द्विज संसारे नास्ति सम्बन्धकेन सार्धं महामदे मित्राश्च बान्धवाः पुत्राः पिता माता सुधास्तथा स्वसम्बन्धा भवन्त्येदे कलत्रादि तथैव च देवशर्मोवाच सम्बन्धकीदृशो भद्रे तन्मे विस्तरदो वद येन जायन्ति ते सर्वे धनपुत्रादिबान्धवाः सुमनोवाच भर्तः पञ्चविद्धाः पुत्रा जायन्ते तान् वदाम्यहं न्यासापहारकं चैकमृणसम्बन्धिनं परं रिपुं लभ्यमुदासीनमिति कान्त भवन्ति ते लक्षणानि प्रवक्ष्यामि तेषामीश पृथक् पृथक् पुत्रामित्राः प्रिया भार्या पिता माता च बान्धवाः स्वेन स्वेन हि जायन्ते सम्बन्धेन महीतले न्यासापहारभावेन यस्य येन हृदं भुवि न्यासस्वामी भवेत्पुत्रो गुणवान् रूपवान् भुवि येन ह्यपकृतं न्यासं तस्य गेहेन संशयः न्यासापहरणं दुःखं स दत्त्वा दारुणं गदः न्यासस्वामी सुपुत्रो भून्यासापहारकस्य च गुणवान् रूपवांश्चैव सर्वलक्षणसंयुधः भक्तिं च दर्शयेत्तस्य पुत्रो भूत्वा दिने दिने प्रियवाङ्मधुरो वाग्मि बहुस्नेहं विदर्शयेद स्वीयं द्रव्यं समुद्ग्राह्य प्रीतिमुत्पाद्य चादुलां यथा तेन प्रदत्तं तन्यासापहरणात् परं दुःखमेवं महाभागदारुणं प्राणनाशनं तादृशं तस्य सो दद्यात्पुत्रो भूत्वा महागुणः अल्पायुषस्तदा भूत्वा मरणं चोपगच्छति दुःखं दत्त्वा प्रयात्येवं प्रहृत्यैवं पुनः पुनः यदाह पुत्रपुत्रेदि प्रलापं हि करोति यः तदा हास्यं करोत्येष कस्तु पुत्रो हि कस्य च अनेनापहृदं न्यासं मदीयं पापचारिणा द्रव्यापहारणेनापि मम प्राणा गदा किल दुःखेन महदा चैव असह्येन च वै पुरा तदा दुःखं मया दत्त्वा द्रव्यमुद्ग्राह्यमुत्तमम् इति श्रीपद्मपुराणे पादालखण्डे वैशाखमाहात्म्ये सप्ताशीतितमोऽध्यायः ॐ